नमस्कारः. यङन्तधातूनां करपत्रं वयम् अधुना पश्यन्तः स्मः. भगिनी अहं करोति वा? अस्तु, वयम् इदानीं ऋकारान्तधातूनां यङन्तधातुसिद्धि इति कुर्मः, कारणं कि पूर्वं वयं कृतवन्तः आकार इकार उकार इति. इदानीं अहं स्मरामि वद वयं कृतवन्तः संयोगापूर्वधात् ऋकारान्तधात वा न, अहं न स्मरामि. ऋकारान्तधातो वयं कुर्मः इदानीमस्तु. ऋकारान्तधातूनां यङन्त धातुसिद्धि तो तेषां विभजनं भवति. संयोगपूर्वरिकारान्तधातव संयोगपूर्वरिकारान्तधातव तदनन्तरं आगच्छति केवलं रिकारान्तधातु ऋत् अस्ति यत् अस्ति ऋत् तस् दीर्घरिकारान्तधातव यत् अस्ति उष्टपूर्वस्य अनुष्टपूर्व रिकारान्तधातव अस्तु. इदानीं यत् ऋकारान्तधातु अत्संयोगपूर्व वयं पठामः. औष्टपूर्व इति वदनेन किम् इति वदति वा? यदि वयं वर्णमाला पश्यामः तत्र कुत्र वर्णानाम् उच्चारणं भवति तस्य आधारेण वर्णमाला अस्ति. यथा कण्ठीय कण्ठवर्ण यथा क ख ग गङ तालु इति च छ जन ओष्ठपूर्व अस्ति यत् प फ ब मम प फ ब मम वा ओष्ठपूर्व इति वा अस्ति. दन्ति त थ दधन मूर्धं अस्ति ट ठ दधन इति अस्तु. ओष्ठपूर्वम् अस्ति यत् उच्चारणं वर्णानाम् उच्चारणम् ओष्ठैः सै भवति तस्य ओष्ठपूर्ववर्ण इति भवति. वकार अपि ओष्ठपूर्ण अस्ति. असंयोगपूर्वकारान्तधातव रिङ्त् इति ऋकारान्तधातु अस्ति. पश्यम्यतां रिङ्त् इति सूत्रम् अस्ति. अनेन ऋकारान्त रिङ् आदेश भवति कृत् भिन्न सार्वधातुकभिन्न यकारे परे. कारणं कि रिङ्त् वयं यदि कर्मणि प्रयोगे तत्र अपि दृष्टवन्तः रिङ्त् न केवलं यङि किन्तु सार्वधातुकभिन्न अपि कृदन्तभिन्न इति निमित्तम् अस्ति. उदाहरणमस्ति क्रियोग यङ् रिङ्त् अनेन ऋदन्त अङ्गम् अस्ति तस्य रिङ् इङ् आदेश भवति नकारस्य लोप भवति. कृ अस्ति तत्र ऋकारस्य स्थाने इ आगच्छति. यदि इ आगच्छति तत्र उन्नरपरानेन रेफ आगच्छति. क्रियोग इदानीं य अस्ति क्रिय क्रिय क्री क्रिय तत्र किम् अस्ति हलन्त पर किमस्ति भगिनि विश्रमति क्रिय तत्र अदन्तमङ्ग् अस्ति तस्य सिद्धान्तस्य परेण संयोजनम् अधीनं परेण संयोजनं तस्य सिद्धान्तस्य कार्यं न भवति. कारणं क्रिय इति अजन्ताङ्गम् अस्ति. क्री धातु एकाचो प्रथमभागतस्य भवति द्वितं क्री क्रिय सामान्य अभ्यासकारणं तु ह्रस्व क्रिय भवति. चोः कुवनेन चि भवति चिक्रिय. तदनन्तरं द्वि दीर्घोकृतानेन पुनः चि क्रिय भवति. गुणो यङ्लकुवनेन चे क्रिय भवति. सो चे क्रियते इति आगच्छति. लिङ् धा अङ्गसूत्रं भवति. ऋदन्ताङ्गस्य रिङ् आदेशो भवति. यकारादि यकारादि कृद्भिन्न सार्वधातुकभिन्नप्रत्ययपरे च्वि प्रत्ययपरे अपि रिङ् आदेशो अनेकाल् किन्तु ङिच्च इत्यनेन आदेश ङित् चेत् अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः भवति. रिङ् प्रथमान्तं ऋत् षष्ट्यमन्तं द्विपदमिदं सूत्रम् अकृतसार्वधातुकयो दीर्घ इत्यस्मात् अकृतसार्वधातुकयो इत्यस्य अनुवृत्ति अयं यि ङिति इत्यस्मात् यि इत्यस्य अनुवृत्ति च्वौ च इत्यस्मात् च्वौ इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. रिक्तरङ्गस्य रिङ् योः अकृतसार्वधातुक्यो च्वौः रिङ् इत्र यकारादिपते परे यत् सार्वधातुकभिन्न वा कृदन्तभिन्न अस्ति अपि च्वि प्रत्ययपरे अपि भवति अस्ति. तु इदानीम् अन्य उदाहरणं च्वि प्रत्ययः अस्ति. च्वि प्रत्ययः यथा वयं समासे करोमः शुक्लं यत् अस्ति शुक्लीकरोति लघुः अस्ति तु लघ्वीकरोति इति तत् च्वि प्रत्ययः आगच्छति तत्र. सो नेत्रयोग च्वि नेत्र इति यत् नेत्र इति यथा यः पूर्वं अस्मिन् पूर्वं नेतृत्वं नास्ति इदानीं च्वि प्रत्यय यदि भवति तत् नेत्रयोग च्वि च्वि इति तदित्तप्रत्ययः अस्ति. इकार उच्चारणम् अर्थे अस्ति. चकारस्य संज्ञा भवति वकारस्य वेदपुत्रस्य इत्यनेन लोपः भवति इदिञ्जनने नेत्री भवति. सो नेत्री भवति सो नेत्र योग च्वि नेत्री भवति इति अस्ति. पुनः वयं जानीमः यत् अलोन्त्यसेन अन्तिमवर्णस्य केवलं आदेशः वा कार्यं भवति किन्तु यदि अनेकाल् अस्ति यत् अङ् इति अस्ति तत् अनेकाल् अस्ति ईङ् इति आदेशः आगच्छति तत्र ङकारस्य संज्ञा भवति सो इ इति अवशिष्यते. किन्तु यदि अनेकाल् षित् सर्वस्य अस्ति इति सूर्यस्य सूत्रं वदति अने यत् आदेशः अनेकाल् अस्ति चेत् आदेशः एक एव वर्णः न अपि तु अनेके वर्णा तर्हि सर्वस्य नाम सर्वाङ्गस्य स्थाने आदेशाय अस्ति सो इति. किन्तु निच् अलोन्त्यस्य असि अनेकाचित् भवति अनु अलोन्त्यस्य अपवादत्वेन पुनः तस्य अपवादत्वेन निच् इति सूत्रं कार्यं करोति. तस्य अन्तिमवर्णस्य केवलम् इव आदेशः अनेकाल् भवति तदापि केवलम् अन्तिमवर्णस्य स्थाने आगच्छति. निच् इति सूत्रेण ऋकारान्तस्य स्थाने एकवर्ण एव केवलं स्वीकरणं कर्तव्यम् तत्र निच्च इति सूत्रेण इत्यनेन अनेकाल् भूत्वा तत् तदापि केवलम् अन्तिमवर्णस्य स्थाने भवति आदेश इति स्मर्तव्यं. निच्च इति कार्यं करोति अपि निङ् इति सूत्रं यदि धातुः द्वितीयसमये क्री क्री द्वितीयसमये अजीर्णव्यञ्जनं परेण संयोजनम् इति उक्तवती वा? तत् कार्यं न करोति न करोति कारण कि हलन्त यदि अस्ति तत्र एव भवति अजीर्णं क्री इति अजीर्णं नास्ति इति जस्ट् स्मर्तव्यं. महोदय वर्गे पृष्टवान् तथा उक्तवती. धन्यवादः. एक कोऽपि अन्य तस्य यदि प्रक्रिया कर्तते तदनन्तरं केवलं वयं स्वरूपं वदामः तद् अग्रे गन्तुं शक्नुमः. साधु मणिमहोदय पठितुमिच्छति वा महोदय? अपवादभूतः गृहधातुः इति कुत्र? एवमेव भृ इत्यस्य रूपाणि वदामः वा भगिनि? ओ तत् आरभ्य वा आरम्भतः वा न कृतवन्तः भृ वदामः वा असंयोगपूर्वं खलु तत्र भगिनि भृ इत्यस्य भृ इति अहमेकं करोमि तदनन्तरं बृहति रूपं भवति बेभ्रियते इति कारण कि ब्रीत् इति भवति साधु ब्रीत् तदनन्तरम् अभ्यासे चर्चनेन गुणोयङ्कृते बे भवति बे ब्रीयते व्रियते इति वृधातोः भवति आमां हृ इत्यस्य वदति वा कः वदिष्यति अरुणा भगिनी हृ अस्तु अरुणा आं भगिनि अत्र अल्पप्राण बे ब्रीयते न न हृद् हृ इत्यस्य हृ तृतीयं तृतीयं मणिमहोदय वदति वा हृ इत्यस्य ओके भगिनि वदतु भवती करोति अथवा चिन्ता नास्ति महोदय इतोपि सन्ति अस्तु महोदय हृ धातुः अस्ति अत्र ह्रीङ् ऋतः असमयः पूर्व ऋकारः अतः ह्रीङ् ऋतः इति सूत्रं कार्यं करोति पूर्वं केवलं महोदय मनसि एव कृत्वा अन्तिमरूपं वदति वा इति आमाम् अस्तु अस्तु जे क्रियते इति रूपं वदति चवर्गादेशः भवति आम् आं जे कुहोचु अरुणा भगिनी अग्रिमं वदतु वा गृ इति महाप्राण अरुणा भगिनि निरुडस्तु भगिनि बे भ्रियते अत्रापि जे कोहोचुः इत्यनेन कुहोचुः इत्यनेन चे ग्रियते इति भवति खलु किं भवति जे ग्रियते इति भवति खलु जे ग्रियते जे ग्रियते खलु भगिनि अभ्यासस्य तु जकारः भवति जे ग्रियते इति अन्तिम ध्रुव अथवा गुरु गृ गृ इत्येव गृ ग्रि ग्रि भवति गृ अस्ति चेत् अत्र कुहोचुः कार्यं करोति जे गृ गृ इति पुनः सरला भगिनी वदिष्यति मे म्रियते इति भवति तत्र गृ इत्यस्य तु दे द्रियते इति पुनः अहं चिन्तयति इद्वृ इति अस्ति खलु इद्वृ इति महोदय चतुर्थ वा अग्रे संयोगपूर्व ऋकारान्त ऋकारान्तदातु पठामि संयोगपूर्व ऋकारान्तदातवः रङ्गि च इत्यनेन रूपाणि महोदय गते वर्गे समाप्तम् एतत् सर्वं रूपाणि अस्तु स्मर्यते इति अस्ति तर्हि गृ इत्यस्य किं भवति स्मरु वा यङि च सूत्रं भगिनी स्मर्यते इति अस्ति खलु तत्र गुणः यङि च इति सूत्रेण संयोगादि ऋकारान्तदातोः ऋकारस्य गुणादेशः भवति खलु स्मर्यते अनन्तरं सा स्मर्यते इति भवति तदा एव इद् वृ इति अस्ति खलु तस्य किं रूपं भवति इद् वृ वा पूर्वं दकारः अनन्तरं वकारः वकारः अस्ति अस्तु द्वरु इति अस्ति अत्र समूहमस्ति अतः अत्र व्यङ्गीच इति सूत्रेण ऋकारस्य गुणः भवति अतः द्वर् इति रूपं भवति अनन्तरं द्वर् अनन्तरं द्वितीयम् अस्ति अत्र व्यञ्जनम् हल् वर्णः अस्ति अत्र अजीर्णं व्यञ्जनं परेण संयोजनम् इत्यनेन ऋ योः य इति भवति अतः द्व द्व इति द्वितं भवति द्व द्व ऋ इति अनन्तरं सामान्य अभ्यासकार्यं द्वस्त्र हलादिशेषः अथवा द्व द्वर् इत्यादि इदानीं कुहोचुः इत्यनेन न न दकारः एव अत्र वर्णः भवति अत्र किं सूत्रं महोदय अभ्यासे सत्य इत्यनेन दकारः भवति द इति द्वर् इत्यादि अनन्तरं दीर्घोक्तः दा इति भवति दा द्वरी द्वर्य इति अनन्तरं कुः गुणो यङ् लुकुः इत्यनेन दे भवति दे इत्यस्य कथं द्वे भवति दा एव गुण लुकोः प्रसक्तिः नास्ति खलु गुणकार्यस्य आकारस्य गुणवर्ण समितं समितं दा द्वर्यते इति रूपम् प्रक्रिया अपि वदामि भगिनि केवलं रूपमेव केवलं रूपं वक्तुं शक्नोति चेत् तद् वदतु नो चेत् जाज्रियते भगिनि जाज्रियते जाज्रियते ह्वर्यते खलु जा ह्वर्यते ओ जा ह्वर्यते ओ ओके ह्वर्यते इसु वा इर् इति भवति जा इति वर्णः भवति तर्हि जा वर्यते साधु खलु अग्रे पुनः ऋ इति धातुः तस्य तु किं भवति अत्र महोदयेन उक्तमस्ति इङ्ग्लिश् इति अर् भूत्वा अनन्तरं पठनीयमिति काशिका किं भवति यात्र तु अजादि अस्ति इति कृत्वा द्वितीयस्य भवति इति कृत्वा अ इर्य य इति भवति तदनन्तरं हलादिशेषः सर्वं भूत्वा आरार्यते इति रूपं प्रदर्शयति व्याकन्तु कथं न निद्रा इति कार्यं न भवति यतोहि तत्र संयोगः अस्ति कारणकी इष्टरूपं न आप्नुमः अतः महाभाष्यस्य वार्तिकेन इति न निद्रा संयोगाद्य तस्य कार्यं न भवति अत्र निषेधः अस्ति तस्य अनन्तरं ऋकारान्तदातूनां हृदयद्धातोः इति इर् इति आदेशः भवति ऋकारस्य स्थाने तर्हि अत्र तु किं भवति तीर् इति दीर्घमपि भूत्वा तीर्यते इति भवति एवं पश्यामः चेत् जृ इत्यस्य वदति वा भगिनि रूपम् अन्तिमं भवति कृ इत्यस्य तु के कीर्यते इति चे कीर्यते भवति चकार आदेशः भवति चे चकार अरुण भगिनी वदति वा ध्रु इत्यस्य दकारः अनन्तरं ऋवर्णः अत्र तु उदाहरणीयते महोदय अग्रे श्रु इत्यस्य अनन्तरम् ओष्ठपूर्वऋकारान्तानाम् उदोष्ठपूर्वस्य तिनेन ऋकारस्थाने उकारः भवति तर्हि को पूर्यते इति ऋकारः को पूर्यते वृ इत्यस्य तु किं भवति भगिनी वदतु सरला भगिनी ऊर्यते इति भवति तत्र कारणकी प्रथमं पू आगच्छति सारि ऊ ऊर्य इति भवति तदनन्तरं ह्रस्वनेन ऊर्य दीर्घकृता पुनः भू भूर्य भवति गुणो यङ् गुणो यङ् लकोनेन उकारस्य ओकार भवति सो भू भूर्यते इति भवति. ब्रु इत्यस्य तु अल्पप्राणबकारं भूत्वा गो भूयते इति भवति भूयते किन्तु महाप्राणबकारः अपवादत्वेन ऋ इति अद्य पुनः पठामः अद्यतन पाठ अत्र अपवादः गृदाता कः पठति मणिमहोदय अत्रैव अपवादभूतगुरुधातुः धातुपाठे द्वौ गुरुधातुः स्तः तुदादिगणे गुरु निगरणे लटि निगरति क्रियादिगणे गुरुशब्दे लटि गृह्णति गुरुशब्दे इत्यस्य अनभिधानस्य लोके अप्रयुज्यमानस्य कारणेन यङ् प्रत्ययः न भवति. काशिकायां दीयते यत् केचित् ग्रे ग्र इति गृते गृह्णाते च सामान्येन ग्रहणम् इच्छन्ति अपरे तु गृतेव न गृह्णाते गृह्णातेः यङेव नास्ति अनभिजानातीति यङि किं निगीर्यते दुदादिगणीय गृ निगर्णे इत्यस्य यङन्दरूपं भवति तस्य इदं वैशिष्ट्यं गुरुधातुः अपवादः इति कार्यं तेन कार्यं भवति इति सुधादिगणीयधातुः गृ क्रियादिगणे अपि भवति सुधादिगणे ग्रति इति निग्रति ग्रति इति लट् रूपं भवति परन्तु क्रियादिगणे गृधातुः शब्दे गृह्णति इति परन्तु गृहशब्दः लोके अप्रयोजनम् इति कारणेन यङ्गन्तरूपं न भवति इति दत्तं परन्तु काचिकायां अत्र दत्तं केचन निगरति इति द्विधादिगणे एव प्रयोजनम् अस्ति निगरति इति क्रियादिगणे गृह्णाति इति न यङ्गन्तरूपं न भवति इति दत्तं महोदय अत्र गृह्णाहि इति अत्र सूक्तेषु आगच्छति मन्ये सामान्यतया वेदपठनेषु गृह्णाहि इति भवति महोदय अहं न गृहयङ् आगच्छति खलु गृह्णाहि इति त्वं गृह्णाहि इति गृह्णाति इति रूपं सामान्यतया पठामि गुरो यङि गुरुधातुः रेपस्य स्थाने लकारादेशः भवति यङि परे गुरुशब्दस्य ग्रह इति षष्ट्यन्तं रूपं यङि सप्तम्यन्तं द्विपदन्तं सूत्रं कृप रो लः इत्यस्मात् रो लः इति अनयोः अनुवृत्तिः अनुवृत्तिसदसूत्रं ग्रह रः लः यङि सूत्रं वदति गुरुस्थाने ऋकारस्य गृ इति स्थाने रेपस्य लकार आदेशः यङि परे इति वदति गृयोः यङ् हृदयुक्तादोः इत्यनेन हृदन्तधातोः अङ्गस्य ह्रस्वकार आदेशः अतः गि योः य पुरन्द्रपुरः इत्यनेन ऋकारस्य स्थाने अन् आदेशः चेत् सः अन् सदा रपरः गृहयोः य गृह यङि इत्यनेन गृहधातोः रेपस्य स्थाने लकारादेशः भवति यङि परे गिल् योः य सन्यङ्गोः इत्यनेन यङ्गन्धस्य धातुरूपम् अभ्यासस्य प्रथम एकाचो अवयवस्य द्वे स्तः गिगील्य जिगिल्य जेगिल्य जेगिल्यते इति रूपं देयं यत् गृहो यङि इत्यनेन गृहधातोः लत्वे सति अलि अलि च इत्यनेन उपधायाः एकः दीर्घः न भवति यतो हि अनेन सूत्रेण रेपान्तानम् अकारान्तानमेव धातूनाम् उदा दीर्घः भवति प्रकृतौ यद्यपि गृ धातोः रेपान्तजातः तदापि सम्प्रति लकारान्त अस्ति अतः अलिच इत्यस्य प्रसक्तिः एव नास्ति. अस्तु, अत्र दत्तं गृहयोः अङ्गि मृद धातोः एव कार्यं करोति. अत्र कारस्य ह्रस्व इकार आदेशः गृहस्थाने गी आदेशः योः या गी इति अन्वर्णः अतः रण्पुरः इति सूत्रेण सदा यदा अन्वर्णः भवति ऋकारस्य तदा रपरः सदा भवति इति कारणेन रण्पुरत्वेन ऋकारस्य गिर् इति गी स्थाने रेपः अस्ति अडिशन् भवति अतः गिर् योय अनन्तरं गिरौ यङि इति सूत्रेण रेपस्य लकारः भवति अतः गिल् योय द्वितं भवति सन्यङ्गो इति न अत्र अजीर्णं व्यञ्जनम् अस्ति लकारः अतः अजीर्णव्यञ्जनं परेण संयोजनम् इति सूत्र लकारः योहय इल्य इति इदानीं दिवि अचूर्णः अस्ति एकाचो द्वे प्रथमस्य प्रथमस्य इति सूत्रेण गी गी इल्य इति सामान्य अभ्यासकारणं कुहोचुः इत्यनेन गकार गी स्थाने जी आदेशः जी शिल्य इति रूपं भवति. इदानीं गुणोयङ्गुल्कोः इत्यनेन दीर्घकृतः अपि भवति अनन्तरं गुणोयङ्गुल्कोः इत्यनेन जेगिल्य इति रूपं लट् रूपम् अस्ति जेगि किल् इति इति अनन्तरं हलिचे अत्र कार्यं न करोति इति उक्तं. किमर्थं चेत् रेपान्त अवकारान्त धातूनामेव बुधादीर्घ भवति अत्र लकारः अस्ति अतः द्वितं न भवति इति दत्तम् महोदय. महोदय धन्यवादः महोदय. अत्र प्रश्नः नास्ति किमपि नास्ति. अत्र रेपस्य स्थाने लकारः भवति अनन्तरं दि हलीचे इत्यस्य प्रसक्तिः अपि न भवति यदा लकारः भवति इति. नो चेत् अन्यथा तु समानम् अस्ति अन्य पूर्वतन यत् वयं कृतवन्तः तस्य समानम् अस्ति. अस्तु महोदय धन्यवादः. अधुना भगिनी प्रक्रिया भगिनि किं प्रक्रिया महोदय उक्तवान् खलु देयं यत् तदेव देयं यत् गृहयङ्गि तदपि पठितवान् ननु तर्हि अग्रिम सधातो हलन्तदातूनां ओके हलन्तदातूनां यङ्गन्तदातुसिद्धिः सामान्य हलन्तदातूनां यङ्गन्तदातुसिद्धिः अभ्यासे ह्रस्व अकारस्य दीर्घादेशः ओके सामान्य लन्तदातूनां यङ्गन्तसिद्धिः खाद् धातुः खाद् योगः यङ् तित्वसामान्य अभ्यासकार्यञ्च चखाद् योगय दीर्घोकितः इति सूत्रेण अकित् अभ्यासस्य दीर्घादेशो भवति यङि परे चखाद् योगः य चखाद्यते इति रूपम् प्रथमं खाद् अस्ति द्वित्वं सन्यङ्गौ इत्यनेन द्वित्वं भवति खाद् ह्रस्वः इति अभ्यासकार्यं सामान्य अभ्यासकार्यं ह्रस्वः इति सूत्रेण ह्रस्वकार खाद् य खाद्य तदनन्तरं खरिच इति सूत्रेण कोहोश्चुः इति सूत्रेण ककारस्थाने चकारादेशः भवति चखाद् योगः य दीर्घोखितः इति सूत्रेण चखाद्य तिङ्गन्तरूपमस्ति ते इति प्रत्ययः अतो सर्प् कर्तरे सर्प अपि आगच्छति चखाद् योगः चखाद्य योगः आयोगः ते अत्र पूर्वपरयोः फलरूपं चखाद्यते इति रूपं निष्पन्नं भवति. सरलं कार्यमस्ति कार्यं किमपि गृहमपि पठामि दीर्घोकितः पठामि भगिनि पठतु भगिनि दीर्घो कृतः अकित् अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च नकित् यस्य स अकित् तस्य अनुवृत्तिसहितसूत्रम् अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः एवमेव केवलं रूपं वदति अग्रे अभ्यास इकार उकारयोः गुणः भवति इति उदाहरणार्थं मील् इति धातुः यङ् भूत्वा द्वितसामान्य अभ्यासकार्यञ्च इति कृत्वा तत्र तु किमस्ति अजीनं व्यञ्जनं परेण संयोज्यम् इत्यनेन किमस्ति मी अनन्तरम् इल्य इति भवति मी मी इल्येति भवति तदनन्तरं ह्रस्वः इत्यनेन मी मी इल्येति भवति तदा तु गुणयङ्लुकोः इत्यनेन गुणः भवति अभ्यासस्य तदा तु मे मील्य इति कृत्वा मे मील्यते इति रूपं प्राप्नुमः गुणयङ्लुकोः अभ्यासस्य गुणो भवति यङि यङ्लुकि च अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः इति एवमेव शीक् इत्यस्य शे शीक् इति भवति शे शीक्यते अल्पप्राणबकारः भु भूष्यते इति भवति खलु तावदेव भोभूष्यते भगिनि भो भूष्यते समीचीनं धन्यवादः भगिनि भोभूष्यते इति अग्रे सरला भगिन्याः अधुपदधातूनां यङन्तधातुस्यति सामान्य अधुपदधातूनां यङन्तधातुस्यति द्वित्वसामान्य अभ्यासकार्यं तदा अभ्यासे ह्रस्वकारस्य दीर्घादेश तथा गल् योगयङ् गल्य गगल्य जगल्य दीर्घोकित जागल्यते यथा सामान्य वयं दृष्टवन्तः गल्यति कोऽपि विशेष अङ्गकार्यं न भवति अपि अजीन व्यञ्जनं परेण संयोजनं तस्य कार्यं भवति तु प्रथम एकाचो द्वितीय प्रथम एकाचो भागस्य द्वितं भवति सो गगल्य इदानीं कुहोचूर्णेन जगल्य भवति जगल्य तद्दीर्घोकित जागल्य इति अस्ति सो जागल्यते रूपं भवति एवमेव वदामि रूपाणि अस्तु इति भवति पा पच्यते वा वद्यते जा गद्यते पा पठ्यते ला लश्यते ला लप्यते अभि अस्तु अग्रे पश्यामः पुनः अस्तु अस्तु महोदय क्षम्यतां जन् सन् कन् इति धातूनां यङन्तधातुसिद्धिः ए विभाषा इत्यनेन जन् सन् कन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशः भवति नकारादि किति निति प्रत्यये परे आत्मपक्षे जन् योः यङ् ए विभाषा इत्यनेन नकारस्य आत्वं समितं महोदय जन्सन् नकारस्य आकारः भवति अतः ज इति जायः यः द्वितीय अभ्यासकार्यं जायः यः दीर्घोकितः इत्यनेन कित् अभ्यास दीर्घादेशो भवति हङि परे जायः यः जायते इति ए विभाषादिसूत्रं भवति कार्यं वदति जन् सन् कन् इति धातूनां नकारस्य आत्वं भवति विकल्पेन इति वदति अतः आतुपक्षे नकारस्य आत्वं भवति ए विभाषा इति सूत्रेण अतः जन् सन् जादिशः जाय या द्वितं भवति अत्र जा जा इति जा जायः ह्रस्वः इति सामान्यसूत्रेण सामान्य अभ्यासकार्येण ह्रस्वः भवति जा जाय इति अनन्तरं विशिष्ट अभ्यासकार्यं दीर्घोकृतः इत्यनेन जकारस्य दीर्घत्वं भवति, अतः जा जाय इति लट् रूपं जा जायते इति. आत्मभक्षं नास्ति चेत् जन् यः यं द्वितीयसामान्य अभ्यासकार्यसञ्च ज जन् य नुगतो अनुनासिकान्तचेतनेन अनुनासिकान्ताङ्गस्य आदन्त अभ्यासश्च नुक्कागमं भवति अङ्गीकरे. संयन् यः संयन् यः संयन्यते इति. अत्र नकारस्य महत्त्वं न भवति, अतः जन्य यं द्वितीयाभ्यासकार्यं जन् इति हलन्तवर्णः, अतः अजिनमञ्जनं परेण संयोजनम् इति न्य इति एव भवति. एकाचौद्वे कर्मस्य सूत्रेण ज ज न्य इति ज जन्य इति रूपं भवति. नुगत अनुनासिकान्त अङ्गस्य इति सूत्रं वदति अभ्यासे अनुनासिकवर्णः. बहु कष्टमस्ति महोदयस्य. अस्तु, अन्यः वदति वा? सडन्लि दिस् प्राब्लम्. अनुनासिकस्य सम्यक् अस्ति भगिनि, अनुनासिकस्य नकारस्य क्षम्यतां, निगत अनुनासिकेन अभ्यासस्य नुक् आगमः, नकारः उपलक्ष्यं भवति. संजन् इति जकारः संजन्य अत्र किं परेण सह स्वापदान्तो, यस्य स्वापदान्त इति सूत्रं कार्यं करोति. अत्र पदान्तत्वात् इति चिन्तनं भवति, अतः वापदान्तस्य सूत्रेण झञ्झन्य ते अनन्तरं झञ्झन्यते इति द्विरूपं भवति. पूर्वम् आकारः भवति, अत्र अत्र जाजा इति त्रीणि रूपाणि भवति. अत्र त्रीणि रूपाणि किं त्रीणि रूपाणि? जाजायते, संजयते, झञ्झयते. झञ्झयते, अस्तु. झञ्झन्यते, झञ्झन्यते, झञ्झन्यते, झञ्झन्यते, परन्तु जाजायते, झञ्झन्यते. आत्मं भवति चेत्, आत्मं भवति चेत् जाजायते, अनुस्वारस्थिति झञ्झन्यते. अहं प्रोनौन्सेशन् सम्यक्तया परे कोपि अन्य कोऽपि अस्ति वा? द्वे अपि न, त्रीणि आहत्य त्रीणि त्रीणि किम् अत्र न दत्तं, परन्तु त्रीणि रूपाणि अस्ति. संयोज वक्तुं शक्नोमि भगिनि? हा अस्तु भगिनि, तर्हि भवती अग्रिमं करोति वा? अत्र खन् सन् इत्युक्ते सन् सन् अत्र एकवारं ये विभाषा इत्यनेन आत्वम् आत्वपक्षे सा या न सन् योगः यङ् ये विभाषा इत्यनेन नकारस्य आत्वं तत्तु सा योगः या साया इति रूपं. द्वित्व सामान्य कार्यः अस्ति अभ्यासकार्यः सा योगः या दीर्घोक्तः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति तत्र यङ्गिपदे. तत्तु जा जा ऐ मीन् सा सा योगः या सा सायते सम्यक् अतो अतोगुणे इत्यनेन पररूपम् आगच्छति पररूपात् आच् आगच्छति. आत्वा अपक्षे सन् योगः यङ् द्वित्वसामान्य अभ्यासकार्य तु ज न स योगः न्या. अत्र अज्जीनम् अस्ति न भगिनि, अज्जीनं वर्क कार्यं करोति न? यत्र संयोगः यङ् इति यत्र नकारः यकारः अस्ति तत्र तत्र अज्जीनं वर्णं कार्यं करोति. नुगतो अनुनासिकान्तस्य इत्यनेन अनुनासिकान्त अङ्गस्य अदन्ताभ्यासस्य नुक् आगमः भवति. तत्तु नुक् आगमः भवति यङिपदे. तत्तु सा सा योगन्या सं सा योगन्या सं सा न्या अत्र नुक्ति गिन्ति अनुस्वा अनुस्वारलक्षणम् इति किमपि वा किम् आसीत् खलु किमपि उपलक्षणं यदि सूत्रं पठामः तत्र लिखितमस्ति भगिनि अनुसारस्य उपलक्षणं तद् सकार यै नै नास्ति यै नास्ति तत्तु संसयोगन्या संसन्या तदेव अङ्गं संसन्यते आम् संसन्यते सम्यक् वा रूपं द्वयं भवति तदा द्वयमेव अस्तु अस्तु अस्तु भगिनि कन्नपि करोमि खन्दातु भगिनि हा कन् करोमि मणिमहोदयस्य क्रमः जातः वा सः पठितवान् भगिनि इदानीम् अरुणा भगिनि भगिनि धन्यवादः. खन् धातु खन् योगः यङ् धातौ रेखाचौ हलादे समक्रियासमिप्राये यङ् विधीयते. तदनन्तरं धातुसंज्ञा भवति सनाद्यतधातव इति संज्ञसूत्रेण दित्वं भवति. दित्वपूर्वं ये विभाषा इति सूत्रेण जनकन् सन् खन् येषां धातूनां नकारस्थाने विकल्पेन आकारादेशः भवति. खायङ् दित्वं भूत्वा खा खन् खाय खाकाय एव खाकाय ह्रस्वः इति सूत्रेण ह्रस्व भवति. कुहोश्चुः इति सूत्रेण ककारस्थाने चकार आगच्छति. चकाय दीर्घोकितः इति सूत्रेण विशेषसूत्रेण अभ्यासे च कुहोश्चुः न भगिनि तदनन्तरं कुहोश्चुः इति सूत्रेण चकार चखाय दीर्घोकितः इति दीर्घ चखायते. अन्य आकारादेश न आगच्छति चेत् नुगतौ अनुनासिकान्तस्य इति सूत्रेण भगिनि चाखायति भवति न तु चाखायति चा अभ्यासे चकारस्य खरि च इति चर् आदेशः भवति तत्र चकारस्य स्थाने चर् आदेशः. ओ अभ्यासकार्यं त्रीणि भवति. अश्वः अश्व हलादिशेषं नकार सो हस्वं भवति कोहोचु अनेन चकार अभ्यासे चनेन चकार चकार प्रथमवर्ण नवगतवती पुनः वदतु. कवर्य कवर्णीय महाप्राणः अस्ति छ चकारस्य महाप्राणः अस्ति इति छ द्वितीय द्वितीयं तदनन्तरम् अभ्यासे चर् आदेशः चकार चा भवति तत्र चा चायते इति. ओके भगिनि चा खायते आकारादेशः न भवति चेत् नुगतो अनुनासिकान्तस्य सूत्रेण नुक् आकमा भवति. अत्र किं भवति खन् खन्य भवति खं खन्य अत्रापि न अलादि न केवलं ज ख आगच्छति सारि ह्रस्वः नास्ति केव कन्या खास महाप्राणः अस्ति अभ्यासे चर्च इत्यस्य चकारः आगच्छति कुहुश्चुः इति सूत्रेण जकारः आगच्छति वापदान्तस्य द्वितीयरूपं कवर्गीयङ्गकारते अस्तु हन्धातु भगि कुर्मः वा हन्धातु सूत्रं पठामि सर् नूतनसूत्राणि सन्ति ये विभाषा जन सन खन येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि इति मिति प्रत्यये परि अलोन्त्यस्य इत्यनेन अन्तादेश ये सप्तम्यन्तं विभाषा प्रथमान्तं द्विपदमिदं सूत्रम् जनसनखनासञ्झलो इत्यस्मात् जनसनखनाम् इत्यस्य अनुवृत्ति विनोरुनानसिका स्यात् इत्यस्मात् आस् इत्यस्य अनुवृत्ति अनुदातोपदेश वनति तनोति इत्यादीनाम् अनुनासिकलोपो झलि चितिमिति इत्यस्मात् चितिमिति इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं जनसनखनाम् अङ्गस्य आत् ये चितिमिति विभाषा ये विभाषा इति सूत्रं वदति यदि जनसनखना येषां धातूनां नकारस्य स्थाने आत्मं भवति विकल्पेन यदि यकारादि चितिमिति प्रत्यय परे अस्ति इति चितिमिति यङ् विधानं लिङ्गित् अस्ति अतः तस्य प्रसक्तिः भवति चितिमिति परे नकारस्य समये आत्मं भवति विकल्पेन यदि अन्यपक्षे आत्मं न भवति तत्र निगुतो अनुनासकान्तस्य इत्यस्य कार्यं भवति. अनुनासिकान्ताङ्गस्य अजन्त अभ्यास्यस्य नुक् आगमो भवति यङि यङ्लिति च. नुक् अनुस्वारस्य उपलक्षणं धातोः अभ्यासस्य अन्ते अत् चेत् धातोः अन्ते अनुनासिक हल् वर्णन्यमङ्गणन चेत् इदं कार्यं प्रवर्तते. नुक् आगम कित् ककार इत्संज्ञक उकार उच्चारणार्थम् अनुनासिक अन्ते यस्य तत् अनुनासिकान्त यस्य. नुक् प्रथमान्तम् अथ षष्ट्यन्तम् अनुनासिकान्तस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रम्. अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्ति गुणो यङ् लुको इत्यस्य स यङ् लुको इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् अनुनासकान्ताङ्गस्य अतः अभ्यासस्य नुक् यङ् लुको इति प्रथमं स्मर्तव्यं. गुणुतो अनुनासकान्तस्य अभ्यासस्य यत्र द्वितं भवति अभ्यासस्य कार्यं भवति यद् अभ्यासः भागः अस्ति तत्र कार्यं भवति. कीदृश अभ्यासः भवति अदन्त अभ्यासः भवेत् तत्र नुक् आगमः भवति. नुक् आगम इति अनुस्वारस्य उपलक्षणम् अस्ति सो अनुस्वारः भवति तत्र. परनिमित्तकम् अस्ति यङि यङ्लुकि एव न अन्य यत् युद्धं भवति तत्र न भवति केवलं यङ्लुकि तत्र एव भवति इति. धन्यवादः. यङन्तदातुः धातुसिद्धिः हन्ते हिंसायां यञि ध्वनिभावे वाच्यः इति वार्तिकं. नुगतोऽनुनासिकान्तस्य इति सूत्रस्य प्रसङ्गे दत्तम् इत्यनेन हन् धातोः हिंसा इत्यर्थे सति हिंसायाम् इति सप्तमी अस्ति तर्हि हन्तेः इति षष्टिः तर्हि हन् धातोः हिंसायाम् इति सप्तमी अत्र तु सति सप्तमी यदि यदा हिंसा अर्थे भवति तदा सति तदा इति अर्थः हिंसार्थे सति हन् धातोः हन्तेः इति षष्ठी अस्ति खलु स्थानी अस्ति तर्हि तस्य अग्नि इति भगिनि स्थिपा निर्दिष्टं भवति हन्ते हिंसायां स्थिपस्ति करोति तत् यङ्लुकि कार्यं करोति यङि इति एव उक्तम् यङ्गीकरः इति प्रसङ्गे दत्तम् इत्यस्य अर्थं किं भवति इत्युक्ते तस्य प्रसङ्गे दत्तम् इत्युक्ते अस्मिन् सूत्रे वार्तिककारेण योजितम् अस्ति अत्र अनुक्तमपि ते वार्तिककारः योजयन्ति खलु पाणिनिना यत् अनुक्तं दुरुक्तम् भवति तस्य परिशीलनं कुर्वन्ति खलु वार्तिककारः भाष्यकारः सर्वे तु काशिका अपि काशिकायाः भवति तर्हि वार्तिककारः पाणिनेः सूत्रस्य यत् अनुक्तम् अस्ति यत् तेन त्यक्तम् आसीत् यस्मिन् विषये तत्तु योजितवान् इति हन्तेः तु भिन्नकार्यम् अस्ति इति कृत्वा तत्र योजितवान् अस्मिन् सूत्रे योजितवान् वार्तिकरूपेण तर्हि तस्य ध्वनि इति ध्वीभावः इति प्रथमः निर्देशः अस्ति इत्युक्ते आदेशः भवति इति वाच्यः इति वार्तिकम् इति सूचयितुं वाच्यः इति अस्ति तर्हि हन्तेः इति षष्टिनिर्देशः इत्युक्ते हन् धातोः स्थाने ग्निभावः इति प्रथमानिर्देशः इत्युक्ते आदेशः भवति ग्निभाव आदेशः भवति कदा भवति इत्युक्ते हिंसायाम् इति सप्तमी तत्र तु सतिसप्तमी अस्ति हिंसायाम् इति अर्थे तदा इति हिंसार्थे सति इति किमस्ति सतिसप्तमी अनन्तरं यङि इति निमित्तसप्तमी अस्ति यङि परे इति भवति तर्हि हन् योगः यङ् इति यत्र हिंसार्थे हन् धातोः प्रयोगः अस्ति तदा तु मि इति आदेशं भूत्वा मि योगः य इति भूत्वा तदा तु किं भवति अजादिः अस्ति एकाचस्ति इति कृत्वा क्षम्यतां हलादिः अस्ति एकाचस्ति अजन्त अस्ति इति कृत्वा अजीनं व्यञ्जनं परेण संयोजनम् इत्यस्य प्रसक्तिः नास्ति तर्हि मि ग्नि य इति भवति एकाचो द्वे प्रथमस्य अध्ययनेन तदा तु किं किं भवति हलादिशेषः इति अभ्यास सामान्य अभ्यासकार्यं भूत्वा घि ज्ञीय इति भूत्वा ह्रस्वः इत्यनेन घि ज्ञीय अधुना तु सवर्गस्य चवर्गादेशः भवति झ झ इति स्थानेन्द्रतमः इत्यनेन तस्य आदेशः, तर्हि जि जि इति भूत्वा अत्र तु पुनः जि इति दत्तमस्ति तथा तु दोषाय जि ज्ञीय इति भूत्वा, अनन्तरं जे ज्ञीय इति भवति गुणो यं लुकुः इत्यनेन, तर्हि जे ज्ञीयते इति रूपं प्राप्नुमः वयं। हिंसार्थे नास्ति चेत् ज्ञि आदेशः न भवति, तदा किं भवति इति अग्रे दत्तमस्ति। अभ्यासात् चैतेन अभ्यासात् हन्धातोः हकारस्य स्थाने कवर्गादेशः भवति अनेन सूत्रेण, अभ्यासात् चैति सूत्रेण हकारस्य स्थाने कवर्ग भवति सामान्यतया तु अभ्यासात् चैति आमाम् अभ्यासात् किम् अस्ति अग्रे दत्तमस्ति, अभ्यासात् चैति सूत्रं दत्तमस्ति, अभ्यासात् हन्धातोः हकारस्य स्थाने कवर्गादेशो भवति, तर्हि इत्युक्ते अभ्यासभूतहन्धातोः इति भवति खलु पञ्चमी निर्देशः अस्ति, अभ्यासात् हन्तेः इति तत्र तु प्रायः हन्तेः इत्यस्य पञ्चमी एव स्यात्, उभयनिर्देशे पञ्चमे निर्देशावली इति भवति खलु तदा, तर्हि अभ्यासात् पञ्चम्यन्तं पञ्चम्यन्तम् अव्ययमिति पञ्चम्यन्तं च अव्ययपदं किम् अव्ययपदम् अस्ति, अव्ययपदं किम् च इति अव्ययपदम् अस्तु द्विपदमिदं सोहन्ते निर्निषित्यस्मात् हः इति आदेशः भवति, हन्तेः इत्यनयोः अनुवृत्तिः अस्ति, चजोः कु घिण्यतोः इत्यस्मात् कु इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, तर्हि अभ्यासात् हन्तेः इत्युक्ते यत्या हन्धातोः अभ्यासभूतस्य हन्धातोः इति भवति वा, तदा तु अभ्यासभूतस्य हन्धातोः किं भवति, किं भवति अङ्गस्य हकारस्य स्थाने कुवर्गादेशः भवति, तर्हि अनेन किं भवति हन्योगः यङ् इत्यस्य द्वित्वाभ्यासकार्यं भूत्वा ह हन्य इति भूत्वा, अत्र तु हल्झीनं व्यञ्जनं परेण संयोजनेन ह हन्य इति भवति, तदनन्तरं कुहोश्युः इत्यनेन चकारादेशः भवति जहन्य इति, अधुना तु अभ्यासभूत हन्धातुः अस्ति, तर्हि अभ्यासोत्र हकारः इत्यपि हन्धातुः इत्यपि स्वीकर्तुं शक्यते, तर्हि तस्य कुत्वं भूत्वा झन्य भूत्वा हकारस्य स्थाने कवर्गादेशः भवति अभ्यासाच्छति सूत्रेण, तर्हि झघन्य अभ्यासात् अधुना हन् इति नुगन्त नुगन्तो अनुनासिकान्तस्य इत्यनेन तस्य तु नुगागमः भवति, तर्हि अनुगागमः तु अनुस्वारस्य उपलक्षणम् अस्ति इति कृत्वा अनुस्वारः भूत्वा झङ्घण्य इति भूत्वा, अनन्तरम् अनुस्वारस्य ई परसवर्णः इति झङ्गण्य झङ्गण्यते इति रूपं प्राप्नुमः, तर्हि यत्र हिंसायाम् इत्यर्थे जे ज्ञीयते इति अन्य अर्थः अस्ति चेत् हिंसार्थे नास्ति चेत् झङ्गण्यते इति अर्थः, तर्हि हन्धातोः रूपद्वयम् अर्थद्वयं किं भवितुम् अर्हति पश्यामः, वयं केवलं जस्ट् इन्ट्रोडक्षन् कृतवन्तः परिचयः, टु किल् टु डेस्ट्राय् टु गो इति अपि अस्ति, अस्तु तर्हि गच्छति इति अर्थे तु जङ्गन्यते इति भवति, किन्तु हिंसार्थे अस्ति चेत् यत्र किल् और् डेस्ट्राय् इति अर्थे अस्ति चेत् तदा तु जेग्नीयते इति, तर्हि शत्रुः अस्तु वीराः तु शत्रुसैन्यं जेग्नीयते जेग्नीयन्ते इति हन्तुं प्रभवन्ति इति, गो इति अर्थे तु किम् अस्ति जङ्गन्यते इति भवति, तर्हि किम् अस्ति माता मन्दिरं जङ्गन्यते इति, सेना सीमा प्रति जङ्गण्यते, सीमां प्रति इति भवति खलु, सिद्धान्तकौमुद्याम् अत्र अन्ते वाक्यमस्ति. सिद्धान्तकौमुद्याम् अन्ते हिंसायां यज्ञीनि निभावो वाच्यः इति उक्तमस्ति. सिद्धान्तकौमुद्यामपि अत्र वार्तिकस्य तत्र उल्लेखः दृश्यते. तर्हि यज्ञीयते इति तत्र उक्तमस्ति. हिंसायाम् इति किं, किमर्थं हिंसायाम् इति उक्तमस्ति इत्युक्ते सामान्य अर्थे यत्र गच्छति इति अर्थे तु जगन्यते इति गम्यते. अस्तु, समापितं. अस्तु, धन्यवादः. धन्यवादः. विरमामः वा? किं भगिनि? आं भगिनि. Oh, I missed a part of it. I'm sorry. I told you. I told you a little held up with the other one. That's fine. I'll listen to it. Okay? Thank you. Thank you. Feel better, Mani.